नमस्कारः. लप्रत्ययः प्रत्ययः इति करपत्रम् अनुवर्तते. तत्र अनुनासिकन्दधातवः इति पुनःस्मरणं कृत्वा अग्रे गच्छामः. तत्र अरुणा भगिनी वदति वा, नो चेत् पठति, पठतु, नो चेत् वदतु, स्मरणे अस्ति चेत् कृपया. अनुनासिकन्दधातवः अत्र पदघटदातवसङ्कट अस्ति. अनुनासिकान्त अनुदात्त उपदेशधातूनां वन् धातोः अनुनासिकान्त तन्नत्यादिधातूनां च लपिपरे अनुनासिकवर्णलोपः भवति. सूत्रमस्ति वा लपि इति सूत्रेण, वा लपि इति सूत्रेण. अत्र वा इति सामान्यतया विभाषाविकल्प, परन्तु अत्र व्यवस्थितविभाषा इति अर्थः अस्ति. तद् तदर्थमस्ति सर्वे अनुनासिकान्तदातुनं न भवति, केवलं मकारान्त अनुनासिकवर्णदातूनाम् एव भवति. वन्दातु अपि अहं मन्ये मकारान्तदातवः वालपि सूत्रं पञ्चदशदातवः, तेषु अनुदात उपदेशे मकारान्तदातवः चत्वारः एव, गं नं यं रं, चत्वारः मकारान्तदातवः. प्रथमम् उदाहरणमस्ति आं यः गं यफलत् वालपि मकारलोपः भवति. आ गाय तदनन्तरं ह्रस्वस्य पितिकृति तृप् इदनेन अत्र गकार हस्वर्णः लप्ति पितिकृति प्रत्ययः अर्तुकागम आगच्छति. आदन्त्योटकित्वेन अन्तवर्णस्य आगमः भवति. आयुगाय तु तुप् युगय आयुगाय य आगत्य इति एकरूपं. लोपः न भवति चेत् केवलम् आयुगं यवलत् आयुगं य आगम्य इति रूपद्वयं भवति. एवमेव प्रायुगं य प्रणम्य इति रूपं, प्रणम्य इति अन्यरूपं, प्रमत्य प्रमण्य, प्रायं ल्यप् प्राय प्रायुगरं प्रारम्य प्रारत्य इति. अवशिष्ट एकादश दातवः सन्ति, तेषु केवलं वन् धातु एवं वालपि अनुनासिकलोपं भूत्वा प्रायोगवाय ह्रस्वस्य पितिकृति तुक् इत्यनेन ह्रस्व अकारात् धातुः तुक् आगम प्राय तुक् प्राय प्रयत्यजिरूप. तदनन्तरं हन् अत्र नित्यं लोपः भवति अनुनासिकवर्णः, अतः आहत्य यत्तुकागम अपि भवति. आहत्य प्रमत्य प्रज्ञ भगिनि प्रज्ञ प्रच्छित्य प्रच्छत्य ऋणु किं भवति भगिनि? न अवगतं वर्गे. निमित्तं भगिनि संवृण्य इति भवति वा? ओ संवृण्य एव. ओके, नास्ति खलु इति कृत्वा वृद्धि वा गुणवान् भवति, ऋकारेः तिष्ठति इति किल, केवलं वर्णमेलनं तत्र. ओके, संवृण्य इति प्रायुगृणु युगल्य प्रागृण्य प्रावनु प्रवण्य प्रामन्त्य प्रावद्य प्रमन्मत्य वालपि वयं जानीमः प्रमन्य खलु प्रमन्य खलु नकारस्य लोपः न भवति नकारः तिष्ठति खलु लोपनित्यं भवति भगिनि रूपद्वयं नास्ति हा क्षम्यतां क्षम्यतां रमत्य इति केवलं यं रं नं ओ तत्र सर्वत्र तु समृत्य इति भवति खलु समृत्य अत्र नित्यं लोपः भवति तदेव व्यवस्थितः भाषा इति अनेन आहत्य पञ्चदशधातवः निर्दिष्टः वन् धातु भवादिगणे अस्ति अनुनासिकान्त अनुदात उपदेशदातवः यं रं नं गं हन्मन् अनुनासिकान्त तनादिदातवः तनु छिनु छ्णु गृणु तृणु गृणु वनु मनु वयं जानीमः धातु मन् धातु अन्ते स्थितस्य अनुनासिकलोपः भवति यपि परे स च अनुनासिकवर्णं मकारः इति चेत् तस्य लोपः विकल्पेन भवति तदेव तत्र अष्टदे डाट् काम् मध्ये ऋण् धातोः लेपरूपम् अप्रार्थ्य इति दत्तमस्ति तत्तु दोषाय भवति खलु अत्र गुणकार्यं तु न सम्भवति एव गुणकार्यं नास्ति भगिनि तत्र तु ल्यप्रत्ययः तु तुम्न् तत्र त्वाप्रत्ययस्य स्थाने आगच्छति इति कृत्वा कृत्वा गुणः नास्ति किन्तु तत्र अष्टादि दत्तं मध्ये प्रायः दोषः त्वं तर्हि दोषरूपं स्वीकुर्मः गुरुधातोः प्रकृत्य इत्येव दत्तमस्ति केवलम् अस्य एव दोषः अग्रे सूत्रमपि उक्तवती खलु तत्र प्रथमवाक्यम् अन्तिमवाक्यं वन् धातोः वाल्यपि वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्त तनादिधातोः अनुनासिकस्य लोपो वा भवति लपि परे सिद्धान्तकौमुद्यां अनुदात्त उपदेशानां वनति तनोत्यादीनाम् अनुनासिकलोपो वा स्यात् लपि अनुवृत्तिसहितम् सूत्रमस्ति अनुनासिक अनुदात्त उपदेशवनिततनोत्यादीनाम् अङ्गस्य लोपः वा यपि तदेव एकनिमिषं भगिनि अत्र उपसर्गात् धृतिधातोः इति अस्ति भगिनि अत्र विन्दि वृद्धिकार्यं भवति इति उपसर्गस्य तत्र सम् इत्यत्र तु साधु एव संवृण्येत्येव भवति यदि उपसर्गः आसीत् चेत् तत्र वृद्धिकार्यं भवति यदि प्र शृणु इति अस्ति चेत् प्रार् इति भवति वृद्धिः भवति तत् स्मर्तव्यं साधु वा श्रूयते किं हरि ओम् भगिनि भगिनि केन सूत्रेण वृद्धिः भवति भगिनि? उपसर्गात् धृतिधातोः इति 619 सामान्यवृद्धिकार्यमस्ति, सन्धिकार्यमस्ति संहितायाम् इति तर्हि आहत्य पश्यामः चेत् वन् धातुः अनन्तरम् अनुनासिकान्त अनुदातु उपदेशति यम् रम् नम् गम् हन् मन् अनन्तरम् अत्र तु चत्वारः एव पठितः खलु, चत्वारः मकारान्तदातवः इति पठितः केवलं यम् रम् रम् अनन्त अस्तु अस्तु अनन्तरं हन् मन् तु तत्र न नित्यं भवति नित्यं भवति नित्यं भवति अस्तु सम्प्रसारण इति तत्र भगिनी पठति वा सूर्यकुमारी भगिनी? न भगिनी, सम्प्रसारिणी हलन्तधातवः वचिस्वपि यजदीनां किति इति सूत्रेण वच्यादि इति एकादशानां धातूनां सम्प्रसारणं भवति किति प्रत्यये प्रे ग्रहीच वै वदि वष्टि विचति वृच्छित पृच्छति पृच्छतीनां निखीच इति सूत्रेण ग्रहज्या वय व्यध वश वस् व्यच् व्रस् प्रच् ब्रस् एषं सम्प्रसारणं भवति किति निति प्रत्यये परे. तत्र सम्प्रसारणधातु विषये उक्तं केचन धातवः किति परे एव, केचन किति निति परे सम्प्रसारणं भवति. हलन्तानां सम्प्रसारिणां धातूनां सम्प्रसारणं सम्प्रसारणधातु हलन्तम् अपि आवश्यकं. प्रायोगः वच् वच् धातु सम्प्रसारणधातुः अस्ति. लेप् नित्वम् आरोप्यते. प्रावच् लेप् तत्र प्रा वकारः सम्प्रसारणं भवति. ऊ भवति ऊयोगः आयोगः च तत्र सम्प्रसारणा च इत्यनेन पूर्वपरयोः एकसम्प्रसारण स्वरः एव अवशिष्यते. प्रव् प्रायोगः ऊयोगः छायोगः य तत्र यकारः या प्रत्यये अर्धधातुकः अस्ति चेत् उगन्तलघुपदस्य च इत्यनेन गुणः भवति. प्रोच्य अन्तिमरूपं तदेव प्रायोगः स्वप् योगः लेप् तत्र स्वप् धातु सम्प्रसारणधातुः अस्ति. वकारस्थाने वकार आयाति सुप् भवति, अकारलुप्तः भवति. तदनन्तरं उपधा उपधा उकारगुणः नास्ति भगिनि तत्र. कस्य कस्य कार्ये वदति भगिनि? प्रायोगः स्वप् प्रायोगः स्वप् योगः ल्यप् इति अस्ति खलु, तत्र तु वकार अस्ति, तत्र सम्प्रसारणी वर्णः, तर्हि वकारस्य उकारः भवति, अनन्तरम् अकारः अकारः अपि अस्ति, तर्हि सम्प्रसारण तत्र किं सम्प्रसारणाच्च इति सूत्रेण पूर्वसम्प्रसारणवर्णस्य एव आदेशः भवति. ऊ एव अवशिष्यते इति कृत्वा अकारलोपः भवति. अकारस्य लोपः भवति प्रसुप् इति जायते प्रसुप्य इति प्राप्नुमः पूर्वं प्रायोगः वच्चे तत्र गुणः भवति न गुणः न अत्र तु किम् अस्ति आमां प्रयोगः उच् इति भूत्वा प्रथमं तु सम्प्रसारणकार्यं भवति वकारस्य स्थाने उकारः भवति तदनन्तरं सम्प्रसारणाच् इत्यनेन पूर्वपरयोः पूर्वरूपादेशः उकारः तिष्ठति अकारस्य लोपः भवति तदनन्तरं प्ल प्रस् उ इत्यस्मिन् तत्र तत्र किं भवति ओ ओके गुणे इत्यनेन प्रा अकार अस्ति तत्र गुणकार्यं भवति केवलसामान्यं वर्णनिम् आमां प्रोच्य भवति तदेव सुप् प्रायोगः सुप् योगः या प्रसुप्य भवति तत्र गुणकार्यं नास्ति प्रा अकारपरवर्णः सकारः अस्ति प्रसुप्य इति प्रायोगः यजियोगः लेप् यज् अपि सम्प्रसारणधातुः अस्ति यकारस्थाने इकार आदेशः भवति इकार अनन्तरम् अकारः अस्ति सम्प्रसारणचित्तनेन अकारलोपः भवति प्र इच् भवति तत्र प्रायोगः इ गुण भवति अतो गुणे इत्यनेन प्रेज् भवति लेप् प्रत्ययस्य अकार प्रेज्य अन्तिमरूपम् एवमेव प्रवप्य भवति क्षम्यतां प्रवृत्त्या भवति तुगागमः भवति वा तत्र प्रायः अत्र उप् भवति खलु प्रोप्य भवति क्षम्यतां गुण भवति प्रोप्य भवति प्रायो क्षम्यतां भगिनि प्रायोगः वः प्रोह्य भवति प्रायोगः वत् प्रोह्य प्रो प्रोस्त्य प्रायोगः वत् प्रोद्य भवति वा प्रायोगः ग्रह ग्रह रूपति गृ प्रगृह्य भवति प्रायोगः व्यद् अत्र सम्प्रसारणं कारणेन यकार सम्प्रसारणं भवति प्रवि भवति प्रविद्या भवति वा प्रायोगवत् ऊ भवति प्रोस्या भवति प्रायोगः व्यच् प्रवियोगः च सम्प्रसारणं न जातं किमर्थम् एकारस्य कृतं भगिन्या न सम्प्रसारणे सम्प्रसारणम् तत्र वकार यकार सम्प्रसारणवर्णः अस्ति द्वितीय सम्प्रसारणवर्ण एव सम्प्रसारणं भवति न तु प्रथमवर्णस्य प्रवियोगः प्रविच्योगः प्रविच्या भवति प्रायोगवृश् तत्र ऋ भवति प्रवृश्य भवति वा प्रवृत्त्या भवति वा किमस्ति तत्रापि तत्रापि प्रवृष्य भवति द्वितीय सम्प्रसारवर्णः रेपः प्रकार भवति प्रपृच्छ्य प्रपृच्छ्य भवति प्रायोग ब्रश् ब्रश् प्रभृष्ट्य भव प्रपृ तत्र प्रभृष्य भवति वा प्रभृष्य भवति वा प्रभृष्य आं ब्रभृ ब्रस्य इत्यस्य सकारस्य लोपः जायते खलु संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति प्रभृज्य इति सकारलोप सूत्रं किं भगिनि कोः संयोगाद्योरन्ति च इति सूत्रेण ओके अग्रे पठामि वा भगिनि अत्र सूत्राणि अपि एकवारं पठतु आदौ सम्प्रसारणं नाम किम् इति चेत् विज्ञानः सम्प्रसारणम् यनः इक् सम्प्रसारणं भवति इक् यनः सम्प्रसारणं सम्प्रसारणं विधायके द्वे सूत्रे वचिस्वपि यजिदीनां किति वयं जानीमः वचिस्वपि यजिदीनां सम्प्रसारणं किति परे एव ग्रहीज वै वदि वष्टि विचति पृच्छति भृजति पृच्छति भृजतीनां निति च तत्र यजेदीनां भृजति तत्र ग्रहज्या वै वद व्यद् वस् व्यच् व्रश् प्रश् व्रश् एते धातवः कितिनिति प्रत्यये परे सम्प्रसारणं भवति अनुवृत्तिसहितसूत्रं ग्रहीच वै वदि वष्टि विचति वृच्छति पृच्छति भृजतीनां सम्प्रसारणं कितिमिति च अस्तु भगिनि अग्रे अहं पठामि तर्हि अनिदितः दातवः नूतनविषयः अस्ति येषां हलन्तधातूनां ह्रस्वैकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति कितिमिति प्रत्यपरे अनिदितां हलोपादाया निति इति सूत्रेण यथा प्रयोगः स्कन्द्योगः लप् अधुना स्कन्द् इत्यस्य इत्संज्ञकः इकारस्य इत् न जातम् इदित् नास्ति स्कन्द् इति कृत्वा अनिदित् अस्ति तादृश अनिदित् धातोः यः नकारः अस्ति उपादायां तस्य नकारस्य लोपः भवति इति कृत्वा नकारस्य लोपः भवति प्रस्कद्योगः य प्रस्कद्य इति भवति तथा एव शंस् इति प्रशंस् योगः ल्यप् प्रश्रंस् इति प्रश्रस् इति भूत्वा प्रश्रस्य इति ध्वंस् इत्यस्मिन्नपि पुनः प्रध्वस् योगः य प्रध्वस्य इति रूपम् एवमेव प्रभ्रंस्योगः ल्यप् प्रभ्रस्य प्रभ्रंश्योगः ल्यप् प्रभ्रंश्य प्रभ्रश्य प्र स्रम्भयोगः ल्यप् प्रस्रभ्य प्रमन्थ्योगः ल्यप् प्रमथ्य प्रघ्रन्थ्योगः ल्यप् प्रघ्रत्य प्रश्रन्त्योगः ल्यप् प्रश्रत्य प्रकुन्त्योगः ल्यप् प्रकुत्य प्रशुन्ध्ययोगः ल्यप् प्रशुध्य प्रकुञ्चयोगः ल्यप् प्रकुच्य प्रकृञ्चयोगः ल्यप् प्रकृच्य प्रलुञ्चयोगः ल्यप् प्रलुच्य प्रमृञ्चयोगः ल्यप् प्रमृच्य प्र इम्लुञ्च् योगः ल्यप् प्रम्लुच्य प्रग्लुञ्चयोगः ल्यप् प्रग्लुच्य प्रवञ्चयोगः ल्यप् प्रवच्य प्रचञ्चयोगः ल्यप् प्रचच्य प्रत्वच्योगः ल्यप् प्रत्वञ्चयोगः ल्यप् प्रत्वच्य प्रतञ्चयोगः ल्यप् प्रतच्य प्रश्रम्भयोगः ल्यप् प्रश्रभ्य प्रदम्भयोगः ल्यप् प्रदभ्य प्रभृशृम्भयोगः ल्यप् प्रश्रुभ्य प्रशंसयोगः ल्यप् प्रशस्य प्रकुंसयोगः ल्यप् प्रकुस्य प्ररञ्जयोगः ल्यप् प्ररज्य प्रस्यन्दयोगः ल्यप् प्रसद्य प्रभञ्जयोगः ल्यप् प्रभज्य प्रबन्धयोगः ल्यप् प्रबध्य संयोगः अञ्चयोगः ल्यप् समच्य संयोगः अञ्चयोगः अञ्जयोगः ल्यप् समञ्ज्य समज्य समज्य प्रऊन्दयोगः ल्यप् समुद्य प्रयिन्दयोगः ल्यप् समिद्य प्रतृम्पयोगः ल्यप् प्रतुप्य प्रतृम्पयोगः ल्यप् प्रतृप्य प्रतृम्पयोगः ल्यप् प्रतृप्य प्रथुम्पयोगः ल्यप् प्रथुप्य प्रदृम्पयोगः ल्यप् प्रदृभ्य संयोगः ऋम्फयोगः ल्यप् संरुप्य प्रगुम्फयोगः ल्यप् प्रगुप्य संयोगः उम्बयोगः ल्यप् सामुभ्य प्रशुम्भयोगः ल्यप् प्रशुभ्य प्रतुम्पयोगः ल्यप् प्रतुप्य प्रतृङ्गयोगः ल्यप् प्रतृह्य प्रवृन्दयोगः ल्यप् प्रबुद्ध्य प्रशञ्चयोगः ल्यप् प्रशच्य प्रश्वञ्जयोगः ल्यप् प्रश्वज्य प्रदंशयोगः ल्यप् प्रदश्य प्रस्यन्दयोगः ल्यप् प्रस्यद्य इति रूपाणि। अनिदितां हलयुपदायानिति येषां हलन्तधातूनां ह्रस्वैकारस्य इत्संज्ञा नास्ति तेषाम् उपादायां नकारः अस्ति चेत् तस्य नकारस्य लोपो भवति कितिमिति प्रत्यये परे। अनुवृत्तिसहितसूत्रम् अनिदितां हलः अङ्गस्य उपादायाः नः लोपः इति। प्रश्नः अपि न तत्र प्रथम उदाहरणे प्रायो क्षम्यतां क्लेशः नास्ति तर्हि विरमामः वा वयम्। आम् भगिनि धन्यवादः। धन्यवादः भगिनि।